पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 21 नारद उवाच नगरस्यात्मजावीरा कथं जादा महाबलाः विक्रान्ता षष्टिसाहस्रा विज्ञानेश्वरतद्वद श्रीपार्वतीपतिरुवाच द्वे पत्न्यौ सगरस्यास्तां तपसा दग्धकिल्बिषे और्वस्ताभ्यां वरं प्रादातोषितो मुनिसत्तमः षष्टिं पुत्रसहस्राणि एका वव्रे तरस्विनां एका वंशधरं त्वेकं यथेष्ठं वरशालिनी तत्रैका सुषुवे तुम्भ्यां पुत्रान् शूरान् बहूनथ ते तु सर्वेऽपि धात्रीभिर्वर्धितास्तु यथाक्रमं कपिलानां तु दुग्धानां तेषां तत्र महात्मनां तेनैव दुग्धयोगेन ववृधुस्ते महात्मनः एकः पञ्चजनो नाम पुत्रो राजा बभूवः ततः पञ्चजनस्यासीदंशुमान्नाम वीर्यवान् दिलीपस्तनयस्तस्य पुत्रो यस्य भगीरथः यस्तु गङ्गासरिच्छ्रेष्ठा मानयामास सुव्रतः समुद्रमानयित्वैनां दुहिदृत्वमकल्पयत् नारद उवाच कथं गङ्गा समानीदा किं तपस्तेन वै कृतं तत्सर्वं मे समाचक्ष्व सुव्रतोऽसि दयानिधे महादेव उवाच पूर्वजानां हितार्थाय गतोऽसौ हैमके गिरौ तत्र गत्वा तपस्तप्तं वर्षाणामयुधं तदा आदिदेवः प्रसन्नो भूद्योऽसौ देवो निरञ्जनः तेन दत्ता इयं गङ्गा आकाशात् समुपस्थिता तत्र विश्वेश्वरो देवो यत्र तिष्ठति नित्यशः गङ्गां दृष्ट्वा गदां तेन गृहीता जाह्नवी तदा जडाजूडे च सन्धार्य वर्षाणामयुतं स्थितं न निःसृदा तदा गङ्गा ईशस्यैव प्रभावतः विचारितं तदा तेन क्व गदा मम मातृका सध्यानेन विचार्यैवं गृहीता चेश्वरेण तु तथ कैलासमगमत्स तु भगीरथो नृपः तत्र गत्वा मुनिश्रेष्ठह्यकरो दुर्बणं तपः आराधितस्तदा तेन दत्तवानहमापगाम् एकं केशं परित्यज्य दत्तात्रिपथगा तदा स गृहीत्वा गदो गङ्गां पादाले यत्र पूर्वजाः अलकनन्दा तदा नाम गङ्गायाः प्रथमं स्मृतं हरिद्वारे यदा यदा विष्णुपादोदकी तदा तदेव तीर्थं प्रवरं देवानामपि दुर्लभं तत्तीर्थे च नरस्नात्वा हरिं दृष्ट्वा विशेषतः प्रदक्षिणं ये कुर्वन्ति न चैदे दुःखभागिनः ब्रह्महत्यादिपापानां राशयः सन्त्यनेकशः विलयं यान्ति ते सर्वे हरेर्दर्शनतः सदा एकदा केशवस्थाने हरिद्वारे ह्यहं गतः तस्मात्तीर्थप्रभावाच्च जातोऽहं विष्णुरूपवान् ये गच्छन्ति नरश्रेष्ठास्ते वै यान्ति ह्यनामयं चतुर्भुजास्तु ते लोकाः नरा नार्यश्च सर्वशः वैकुण्ठं यान्ति ते सर्वे हरेर्दर्शनमात्रतः ममाप्यधिकतीर्थं तु हरिद्वारं सुशोभनम् तीर्थानां प्रवरं तीर्थं चतुर्वर्गप्रदायकं कलौ धर्मकरं पुंसां मोक्षदं चार्धदं तथा यत्र गङ्गा महारम्या नित्यं वहति निर्मला यदत्कथानकं पुण्यं हरिद्वाराख्यमुत्तमम् उक्तं च शृण्वतां पुंसां फलं भवति शाश्वतम् अश्वमेधे कृते यागे गोसहस्रे तथैव च तत्पुण्यं लभदे विद्वान् हरेर्दर्शनमात्रदः गोहन्दा ब्रह्मः चैव ये चान्ये पितृखादकाः एवंविधानि पापानि बहून्यपि च वैद्विज विलयं यान्ति सर्वाणि हरेर्दर्शनमात्रतः इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशदसहस्रसंहितायाम् उत्तरखण्डे उमापदि नारद संवादे हरिद्वारमाहात्म्ये गङ्गोत्पत्तिपूर्वकं हरिद्वारमाहात्म्यं नाम एकविंशोऽध्यायः ॐ